अन्तवत्तो फलं तेषां तद्भवत्यल्पमेधसा देवं देवयो यान्ति मद्भक्ता यान्ति मामपि अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः परं भावं जानन्तो ममाद्ययमनुत्तमम् नाहं प्रकाश सर्वस्य योगो माया समावृतः मूढोऽयं नाभिजानाति लोको मामाजमव्ययम् वेदाहं समदीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मां तु वेदा न कश्चन इच्छा द्वेष समुत्थेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहं सर्गे यन्ति परन्तः येषां त्वन्तगतं पापं जनानां पुण्यकर्मणा ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रतः।